नमस्कारः. अदादिगणे हलन्तदातवः इति पाठः अनुवर्तते. गते सप्ताहे प्रायः धातुद्वयं दृष्टवन्तः, हलन्तदातुद्वयम्. अद्य पुनः प्रायः सूत्राणि एकवारं दृष्ट्वा अग्रगच्छामः. विद्या भगिनी, सारांशरूपेण अत्र हल्सन्धिकार्याणि यानि सन्ति केषां किञ्चित् परिचयं कारयति. अस्तु अस्तु भगिनि, आरम्भतः वा? आं भगिनि. अस्तु, अत्र करपत्रे आरम्भतः अत्र प्रथमं हू जल् ब्यो हेर् विहि इति अङ्गकार्यम् अस्ति. हू धातुतः अपि च जलन्तेभ्यः धातुभ्यः हि इति प्रत्ययस्य स्थाने धी इति आदेशः भवति. तर्हि अत्र अङ्गस्य अन्ते जल् वर्णः अस्ति, तस्य अनन्तरं हि प्रत्यय हि प्रत्ययस्य धी आदेशः भवति. तदेव हू जल् ब्यो हेर् विहि इति सूत्रं. तदनन्तरं तत्र हल्सन्धिकार्याणि तत्र षष्ठ्याध्याये प्रथमपादे एव अत्र हल्न्याभ्यो दीर्घ सुतिस्य पृक्तं हल् इति वर्णनिमित्तिककार्यं. हलन्तात् दीर्घ न्यन्तात् दीर्घाभन्तात् सुतिसि इत्येषाम् अपृक्तसंज्ञकस्य हल् हलः लोपः. तर्हि हलन्तधातुः अथवा प्रातिपदिकं दीर्घ न्यन्तात् इत्युक्ते नीप् निश् नीन् इति स्त्रीलिङ्गप्रत्ययाः, अपि च दीर्घ अभन्तात् दीर्घ स्त्रीलिङ्ग आकारान्त प्रातिपदिकात्, अपि च तत्र कार्यमस्ति सुतिसि प्रथमविभक्तौ स इति अपृक्तसंज्ञकः हल् प्रत्ययः, अपि च लङ्लकारे प्रथमपुरुषे एकवचने त इति प्रत्ययः, लङ्लकारे मध्यमपुरुषे स इति प्रत्ययः लोपः भवति, एतेषां लोपः भवति यत्र हलन्तप्रातिपदिकम् अथवा धातुः अस्ति, अथवा दीर्घ इकारान्तप्रातिपदिकं दीर्घ आकारान्तप्रातिपदिकम् इति हल्म्याभ्यो दीर्घसुतिस्य पृक्तं हल् इति सूत्रं. तदनन्तरम् अत्र अष्टमाध्यायस्य द्वितीयपादे संयोगान्तस्य लोपः इत्यस्मात् आरभ्य हल्सन्धिकार्याणि, संयोगान्तस्य लोपः इति सूत्रं वदति. पदान्ते संयोगः अस्ति चेत् संयोगस्य अन्तिमवर्णस्य एव पदान्ते लोपः भवति इति संयोगान्तस्य लोपः. तदनन्तरं तत्र दीच इति सूत्रं, तदपि अष्टमाध्यायस्य द्वितीयपादे एव अस्ति. तत् सूत्रं वदति दकारादिप्रत्यये परे सकारस्य लोपः भवति इति दीच इति सूत्रं. तदनन्तरं तत्र स्को संयोगान्तस्य लोपः इति सूत्रं प्रपाद्य अत्र स्कोः संयोगाद्योरन्ते च इति अन्यत् सूत्रमस्ति. तत् सूत्रं वदति संयोगः अस्ति चेत् संयोगस्य आदौ सकारः ककारः वा चेत् तत्र सकारककारयोः लोपः भवति. निमित्तमस्ति पदान्ते अथवा जलीपरे, जलीपदान्ते इति निमित्तमस्ति. तदनन्तरम् अत्र व्रश्च भ्रश्च सृज मृज यज राज व्राज च शांशः इति सूत्रम्, अत्र चोः कुः इति सूत्रं प्रपाद्य एतत् सूत्रं परिगणितानां धातूनां कृते अत्र व्रश्च भ्रश्च सृज मृज यज राज व्राज एतेषां धातूनाम्, अपि च चकारान्ताः चकारान्तानां षकारान्तानां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति, मूर्धन्यषकारादेशः. निमित्तमस्ति जलीपदान्ते. यद्यपि अत्र सूत्रे चकारान्ताः इत्यस्ति, तत्र तुक्सहितचकारः अस्ति चेत् एव कार्यं करोति. यत्र तुक्सहितचकारः अस्ति तत्र प्रथमतया चोः शूडन्नासिके च इति कार्यं करोति. तस्मिन् सूत्रे कितिनिति इत्यस्य अनुवृत्तिः अस्ति न वा इति द्रष्टव्यम्. अनुवृत्तिः कितिनिति अनुवृत्तिः अस्ति चेत् तस्मिन् सन्दर्भे अत्र व्रश्य व्रश्य चकारान्तधातूनां कार्यं करोति, तुक्सहितचकारस्य मूर्धने षकारादेशः भवति. अनन्तरं जलां जशोन्ते तदा वदामि वा? प्रियं प्रियं भगिनि. आं भगिनि, जलां जशोन्ते इति सूत्रमस्ति, तदपि पदान्ते एव कार्यं, जलहस्ताने जश् आदेशः भवति इति तत् सूत्रं वदति. अनन्तरं षडोः कहसि इति सूत्रं वयं दृष्टवन्तः, तत्र सकारे परे कार्यं भवति. सकारे परे किं भवति इत्युक्ते षकारस्य स्थाने डकारादेशः भवति, स्थानेन्तरतमः इति सूत्रेण षकारस्य टकारः समानवर्णः इति कृत्वा सकारस्य स्थाने क्षम्यतां सकारस्य टकारस्य स्थाने ककारादेशः भवति. आम्, नश्चापदान्तस्य जलि नष्टापदान्तस्य जलि तु अपदान्तस्य कार्यं, तत्र नकारस्य मकारस्य स्थाने अनुस्वारादेशः भवति, निमित्तमस्ति जलि परे इति आदेशप्रत्ययोः. तत्र तु इण्कोः इति यदा इण् प्रत्याहारात् वा कवर्गीयवर्णात् परे अपदान्त आदेशरूपी प्रत्यय अवयवो वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशः, मूर्धन्यषकारादेशः भवति इति. अनन्तरं रषाभ्यां नूनः समानपदे, तत्र णत्वनिमित्तिकं सूत्रमस्ति, सामान्यसूत्रं. तत्र रेपषकाराभ्यां परे यदा नकारः साक्षात् परे नकारः अस्ति चेत् दन्त्यनकारस्य स्थाने मूर्धन्यनकारादेशो भवति, समानपदे एव तत्र निमित्तं, समानपदे अस्ति चेदेव एतत् कार्यं करोति. अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रमस्ति, रषाभ्यां नौनः समानपदे इति तस्य अनुवृत्तिः अत्र अस्ति. एतत् सूत्रं वदति यदा अट् प्रत्याहारस्य वर्णः कवर्गः, पवर्गः, आङ् इति उपसर्गः, नुम् इति अनुस्वारः, इत्येते मध्ये अस्ति चेदपि, इत्युक्ते व्यवधाने अपि नस्य नः भवति इति. तत्रापि नुमागमः अस्ति चेत् अन्यथा यदि अनुस्वारः अस्ति चेत् न भवति इति. नुं विसर्जनीयस्य इति अपि वयं दृष्टवन्तः किल भगिनि, तद् आदेशप्रत्ययोः तस्य. आम्, किन्तु अत्र नुम् इति नुमागमः इति एव अस्ति खलु. विद्या भगिनि किं चिन्तयति? पुनः पृच्छतु भगिनि, न अवगतम्. अत्र अट्कुप् वाङ्नुं व्यवायेः इति अस्ति खलु, अत्र नुम् इति अस्ति. नुम् इत्युक्ते अत्र केवलं नुमागमं सूचयति किं, नो चेत् सर्वे अनुस्वार अनुनासिकानाम् अपि ग्रहणं भवति किम्? तत्र नुम् इत्युक्ते तत्र नकारः एव अवशिष्यते, नकारः नुम् इत्युक्ते नुमागमः एव, नुमागमः एव, परन्तु तत्र नुम् इति नकारः तु अनुस्वरस्य उपलक्षणम् इति कृत्वा तत्र सामान्यतया अनुस्वारः इति वदामः, परन्तु सन्दर्भानुसारं तत्र अनुस्वारः पुनः तत्र नकारः अनुस्वारः अनन्तरं अनुस्वरस्य ई परस्वरं तत्सर्वं भवति, परन्तु नुम् इति एव अस्ति. ष्टुनाष्टुः इति सूत्रमस्ति, सन्धिसूत्रं, ष्टुत्वसन्धिसूत्रं. तत्र यदा दन्त्यसकारः सवर्गीयवर्णः अस्ति चेत् तस्य स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्ण आदेशः भवति. कदा भवति इत्युक्ते षकारटवर्गीयवर्णयोः योजनेन, तोः ष्टुनाष्टुः इति तस्य अनुवृत्तिः भवति. अनन्तरं जलां जश् जशि इति सूत्रमस्ति, तत्र जशि परे जल स्थाने जश् आदेशः भवति इति एतत् सूत्रं वदति. करी च इति सूत्रं चत्वसन्धिसूत्रं, तत्र तु करी परे यदा जलः स्थाने चर् आदेशः भवति इति एतत् सूत्रं वदति. धन्यवादः भगिनि. क्षम्यताम्, अत्र नुम् इत्यस्मिन् अत्र आगमः इति सूचयति इति नास्ति खलु, अत्र आगमः न सूचयति. यदि तत्र मध्ये नुम् अस्ति चेत्, मध्ये नुम् इत्युक्ते मध्ये नकारः इति अस्ति चेत्, नकारः तु अनुस्वारः भवति जल्वर्णः अस्ति चेत्, तत्र नुम् इत्युक्ते नकारः एव खलु, न तु नुम् आगमः इति खलु. तर्हि केवलं नकारः इत्युक्ते कपरतत्कालस्य इति तत्तु स्वराणां कृते अस्ति खलु. मम एतत् सूत्रं तु निमित्तम् अपि कार्ययोः मध्ये एते वर्णाः सन्ति चेदपि कार्यं भवति इति अस्ति. तर्हि मध्ये नुम् इति अस्ति चेत् नुम् इत्युक्ते मध्ये नकारः अथवा अनुस्वारः इति सामान्यतया वयं चिन्तयामः. अत्र आगमः इति नास्ति खलु, यत्र नुमागमः अस्ति तत्रैव कार्यं. नुम् इति साक्षात् भवितुं स्थातुं तिष्ठति अर्हति किं? नुम् इति सर्वदा आगमः एव भवन्ति खलु इति मम आगमेन एव नुम् भवति खलु. नुम् इति आगमः भूत्वा अनन्तरं विदर्चो अन्त्यात् परः इति अन्त्यात् परः इति अन्तिमच्वर्णात् परः. परन्तु तत्र अट्कुप्वाङ्ग् यत्र नत्वं भवति तत्र नकारः अनुस्वारः भूत्वा तत्रापि अट्कुप्वाङ्ग् नुम् व्यवाये अपि कार्यं करोति. यत्र अनुस्वारः अस्ति तत्रापि एतत् सूत्रं कार्यं करोति. तर्हि यत्र नुम् आगमः उदाहरणं वदति यत्र नुम् इति नुमागमेन यत् नकारः नास्ति साक्षात् नकारः धातोः एव नकारः अस्ति चेदपि हा तथा एव स्वरूप महोदय पूर्वम् अस्माकं किं नत्ववर्गे तथा एव उक्तवान्. प्रायः किञ्चित् इतोपि चिन्तयामः भगिनि. नुम् इत्युक्ते मित् इति कृत्वा आगमः इति एव वयं सामान्यतया चिन्तयामः, परन्तु अस्मिन् विषये इतोपि किञ्चित् अस्ति वा इति अग्रे दृष्ट्वा. धन्यवादः भगिनि. पुष्पा भगिनी अग्रे वदति किम्? भगिनि अनुस्वारथेः परसवर्णः सः मणिमहोदय वक्तुम् अस्मि अनुस्वारथे यै परसवर्णः तत्र अनुस्वारस्य स्थाने परसवर्णादेशः भवति यथा यै परे यै तु शाह एतानि वर्जयित्वा यै प्रत्याहारे शाह एतान् वर्जयित्वा सर्वे हल्वर्णाः अन्तर्भूताः. अनुस्वारसि यै परसवर्णः संहितायां तत्तु भगिनी केवलं प्रथमवाक्यम् अनन्तरं अस्तु अस्तु अवसाने जलः विकल्पेन चर् आदेशः भवति. अनेन अवसानावस्थायां विकल्पेन जस्त्वं चर्त्वं वा अनुवृत्तिसहितसूत्रम् अवसाने जलां चरो वा झरो झरि सवर्णे जल उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अनुवृत्तिसहितसूत्रं जलः झरः हलः झरः लोपः अन्यतरस्यां सवर्णे झरि सह संहितायाम् अस्तु भगिनि. भगिनि अत्र अष्टाध्यायी डाट् काम् मध्ये अपि दत्तमस्ति. अत्र नुम् इत्युक्ते अनुस्वारः, अत्र नुम् इत्यनेन न इति अवशिष्यते. तत्र उदाहरणमस्ति त्रिङ् योग अनियर् त्रिङ्हनीयं, तत्र मध्ये अनुस्वारः अस्ति तथापि तत्र त्रिङ्योगः अनियर् इति प्रत्ययः तत्र नुम् मध्ये अस्ति. ऋकारः निमित्तं मध्ये नुम् अस्ति चेदपि नत्वं भवति इति कथमस्ति. त्रि इति धातोः मूलरूपं तत्र नकारः अस्ति किं? तत्र अनुस्वारः नकारः वा तद् द्रष्टव्यं, परन्तु अत्र व्याख्याने तु तत्र तथा एव तत्र नुम् इति नेन अनुस्वारः इति अर्थे युक्तः अस्ति इति. भगिनि अत्र ज्ञातव्यम् इति दत्तमस्ति किल, तत्र चतुर्थबिन्दुः तत्र तदेव पश्यामि. धातोः एव भागः अस्ति तत्र अनुस्वारः तृङ् धातोः तर्हि अस्माकं संशयः निवारितः. भगिनि किम् अत् प्रत्याहारे अनुस्वारस्य समावेशः इति कथं स्यात् इति हयवरत् इति एव आयाति खलु. तत्र तु किम् अनुस्वारस्य अनुस्वारः समावेशः इति उक्तमस्ति अप्रत्याहारे ऐवन् ऋलक् एवम् अयोच् अनन्तरं हयवरट् इति एव अस्ति खलु. शिवसूत्रेषु नास्ति एव खलु, किन्तु अत्र उक्तमस्ति अप्रत्याहारे एव समावेशः इति उक्तमस्ति. अयोगवाहः प्रायः अकारस्य ग्रहणम् इति भवति चेत् तत्र अष्टादशस्य अपि ग्रहणम् इति कृत्वा प्रायः अनुस्वारः अपि तत्र आगच्छति किल, अनुनासिकः तत्र आगच्छति, अतः तत्र एव तस्य समावेशः अस्ति इति कृत्वा नुम् इति किमर्थं दत्तम् इति. आम् भगिनि अहं गच्छामि. आम् आम् नमस्कारः महोदय. मणि नमस्ते महोदय. स्वागतं महोदय. अधुना आगतं भगिनि. धन्यवादः मणि महोदय. अग्रे पठति अत्र अस्माकं नूतनधातुः अस्ति चकारान्तवाच्धातु अथवा निजर् इति धातु, निजि इति धातुः. धातुः आत्मनेपथ्य शुद्ध निरूपणधातु शुद्धिः नुमागमः इदितो नुम् धातोः इदितः धातोः नुम् आगमो भवति. सूत्रं स्वयं सम्पूर्णम् इदितः धातोः नुम् इदित् अस्ति चेत् तस्य स्थाने नुम् आगमः. नुम् आगमसमये कुत्र आगमः इति चेत् मितच्छन्ति अत्परः इति सूत्रेण अन्तिम स्वरस्य परे नकारः आदेशः इति सञ्चयामि महोदय. महोदय वदतु किं मितच् नुमागमः द्वितोणं दातुः इति सूत्रेण इदित् कुत्र भवति अत्र नुमागमः मिदच्छान्तपरः इति सूत्रेण नुम् अन्तिमस्वरस्य परे आगमः भवति. धन्यवादः. तप्रस्तत्कालस्य तप्रस्तत्कालस्य तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधः अनुसारसहितसूत्रं तपर तत्कालस्य स्वस्य रूपस्य स्तवर्णस्य युक्तस्य परहस्य अधः युक्त स्थाने एव उच्चारणार्थम् इति स्वरः इति अहं चिन्तयामि महोदय. अनन्तरं मिदच्छन्त् परः इति सूत्रं यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति. अत्र नुमागमः चेत् मित् अतः अन्त्य अचुवर्णपरे आगमः भवति. अनुवृत्तिसहितसूत्रं क्षम्यतां महोदय. अनुवृत्तिसहितसूत्रं मित् अन्त्य अचः पर अन्तः अतः तदेव नत्वं नो नः उपदेशे अवस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारः भवति. अनुवृत्तिसहितसूत्रं धात्वादे नः न उपदेशे. उपदेशे नकारः आदौ अस्ति चेत् नकारस्य स्थाने न भवति इति उक्तम् अस्ति सूत्रेण महोदय. लौकिकधातुः नकारः भवति. आदेशमपि धातोः आदेशे तु नत्वम् आसीत् किन्तु लौकिकरूपे केवलं नकारः एव आयाति. धन्यवादः. विद्याभगिनी अत्र निजी इति आरभ्य वा? अस्तु. निजि इति धातुः तत्र उपदेशे अजनुनासिक इत् इत्यनेन अन्तिम इकार अनुनासिक इकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः निज् इति भवति. तदनन्तरं नो नः इत्यनेन नकारस्य दन्त्यनकारः निज् इति रूपम्. इदानीम् इदित् धातुः अतः इदितो नुम् धातोः इत्यनेन नुमागमः. मिलेचोन्त्यात् परः इत्यनेन अन्तिमस्वरात् परः आयाति. तर्हि अत्र निञ्ज् इति धातु लौकिकधातुः अङ्गकार्यमस्ति. उपदायां लघु इक्वर्णः किमपि नास्ति. तर्हि अत्र विशिष्ट अङ्गकार्यं किमपि नास्ति. अत्र सन्धिकार्यमस्ति. निञ्ज् योगः ते. अत्र अन्ते जकारः अस्ति. अनन्तरं जल् वर्णः अस्ति इति कृत्वा चोः कुः इत्यस्य प्रसक्तिः. अपि च कार्यं जकारस्य स्थाने गकारः. निङ् योगः ते. इदानीं नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वारः. निङ् योगः ते. करीच इत्यनेन गकारस्य स्थाने कवर्गस्य प्रथमवर्णः. निङ् योगः ते. इदानीम् अनुस्वारस्य ई परसवर्णः इत्यनेन कवर्गस्य पञ्चमे वर्णादेशः. निङ्क्ते इति रूपं. निञ्ज् योगः आते. अत्र पुनः नश्चापदान्तस्य जलि अपि च अनुस्वारस्य ययि परसवर्णः द्वाभ्यां सूत्राभ्यां. नकारः अनुस्वारः. अनुस्वारस्य स्थाने च वर्गस्य पञ्चमे वर्णः. निञ्ज् योगः अते. निञ्जाते. निञ्ज् योगः द्वे. पुनः अत्र जकारः अस्ति इति कृत्वा चोः कुः परे दकारः जल् वर्णः. तर्हि जकारस्य गकारादेशः. निङ् योगः द्वे. पुनः नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः द्वाभ्यां सूत्राभ्याम् अनुस्वारः अपि च कवर्गस्य पञ्चमवर्णः. निङ् द्वे इति रूपम्. लक्ष्यामि वा? अस्तु. अत्र आत्मनेपदी प्रत्ययाः अतः लटि. निञ्ज् योगः ते इति इदानीमेव दृष्टवन्तः. तत्र निङ्क्ते इति रूपं. निञ्ज् योगः अते. निञ्जाते. निञ्ज् योगः अते. निञ्जते. निञ्ज् योगः अते. तत्र पुनः नकारस्य स्थाने अनुस्वारः. नश्चापदान्तस्य जलि इत्यनेन अनन्तरम् अनुस्वारस्य ईपरसवर्णः कृत्वा निञ्जते. निञ्ज् योगः से. तत्र निञ्ज् योगः से इत्यस्मिन् सन्दर्भे प्रथमं चोः कुः इत्यनेन जकारस्य स्थाने गकारः. अनन्तरं तत्र नश्यापदान्तस्य जलि इत्यनेन नकारस्य मध्ये नकारस्य स्थाने अनुस्वारः. यतोहि अनन्तरं गकारः जल् वर्णः. तर्हि निङ् योगः से. तत्र आदेशप्रत्ययोः इत्यनेन गकारः कवर्गीयवर्णः इति कृत्वा सकारस्य षत्वं. निङ् योगः शे. इदानीं तत्र करीच अपि कार्यं करोति. पुनः ककारस्य ककारादेशः. यतोहि षकारः कर्वर्णः. तदनन्तरं तत्र अनुस्वरस्य ई परसवर्णः इत्यनेन कवर्गस्य पञ्चमवर्णादेशः. तर्हि निङ्क्षे इति रूपम्. निञ्ज् योगः आते. यथा पूर्वम् अत्र नश्चापदान्तस्य जलि अपि च अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारस्य अनुस्वारः. अनन्तरम् अनुस्वारस्य तत्र च वर्गस्य पञ्चमवर्णः ञकारः. तर्हि निञ्जाते अनन्तरं निञ्ज् योगः द्वे अत्र ब्रश न आयाति किं निङ्क्षे इति उक्तवती खलु निञ्ज् योग षे उक्तवती खलु निङ्क्षे अस्तु तदेव उक्तवती किम् अहं सम्यक्तया न श्रुतवती धन्यवादः निञ्ज् योगः द्वे अत्र यथा पूर्वम् अत्र निञ्ज् तत्र दकारः जल्वर्णः इति कृत्वा निञ्ज् जकारस्य स्थाने चोः कुः इत्यनेन गकारः निङ् योगः द्वे इदानीं नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः निङ् योगः द्वे तदनन्तरं तत्र जलां जश्चषि इति अपि कार्यं करोति धकारः जश्वर्णः इति कृत्वा पुनः गकारस्य गकारादेशः निङ् योगः द्वे इदानीम् अनुस्वारस्य ई परसवर्णः इत्यनेन कवर्गस्य पञ्चमवर्णः मकारः निङ् द्वे इति रूपम् अनन्तरं नियोगः ए अत्रापि पुनः यथा पूर्वं नश्चापदान्तस्य जलि अपि च अनुस्वारस्य ए परसवर्णः इत्यनेन अनुस्वारः ञकारः निञ्जे एवमेव निञ्ज् योगः वहे अपि च निञ्ज् योगः महे तत्रापि नश्चापदान्तस्य जलि अपि च अनुस्वारस्य ए परसवर्णः द्वाभ्यां सूत्राभ्यां कृत्वा तत्र निञ्ज् वहे निञ्ज् महे इति रूपाणि भगिनी कुत्र व्रश्च व्रश्च उक्तवती व्रश्च कुत्रापि कार्यं न करोति खलु न किल न आदेशप्रत्ययोः इति पृष्टवती इति चिन्तयामि भगिनी विंशति चकारान्त अस्तु अस्तु क्षम्यतां तदेव अहं कुत्र कुत्र इति क्षम्यताम् अहम् आदेशप्रत्ययो इति चिन्तितवती परन्तु भगिनी अन्यत् किमपि पृष्टवती धन्यवादः प्रिया भगिनि लोट् वा भगिनी लोट् ताम् आताम् अथाम् इति आत्मनेपदी रूप प्रत्ययाः निञ्ज् इति अस्माकं धातुः अस्ति निञ्ज् योगः ताम् तत्र किं भवति तत्र चोः कुः इति प्रथमं निङ् योगः ताम् नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वारादेशः निङ् योगः ताम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण निङ् ताम् इति प्रथमं भवति आम् आम् सम्यक् आम् निङ् ताम् अनन्तरं आताम् अताम् इति अजादिप्रत्ययः अजादि अपि प्रत्ययः अत्र निञ् योगः आतां नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्रेण निञ्जातां निञ्जथाम् इति प्रथमपुरुषे मध्यमपुरुषे तु स्व आतां ध्वम् इति प्रत्ययाः निञ् योगः स्व इति तत्रापि चोः कुः इति प्रथमं कार्यं करोति तत् निङ् योगः स्व अनन्तरं योगः स्व अनुस्वार नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वारादेशः निङ् योगः स्व इङ्कोः वर्णः अस्ति इति कृत्वा आदेशप्रत्ययोः निङ् योगः श्व अनन्तरम् अनुस्वा निङ् योगः श्व इत्युक्ते करी च अपि आगच्छति करी च अनन्तरमेव अनुस्वारस्य ई परसवर्णः निङ्क्ष्व इति भवति पुनः वदति किं क्षम्यतां भगिनि प्रथमम् आं चोः कुः इति प्रथमं तत्र निङ् योगः स्व इति अस्ति अनन्तरं नश्चापदान्तस्य जलि 8324 इति मन्ये इदानीं गकारः अस्ति कवर्गः इति कृत्वा आदेशप्रत्ययोः आदेशप्रत्ययोः भवति चेत् निङ् योगः श्व इति भवति इदानीं करि च निङ् योगः श्व अनन्तरम् अनुस्वारस्य अनन्तरम् आतां द्वम् इति आतां यदा पूर्वं वयं दृष्टवन्तः प्रथमपुरुष द्विवचने समानप्रक्रिया नाष्ट्यापदान्तस्य जलि अनुस्वारस्य यै परसवर्णः निञ्जाताम् अनन्तरं द्वम् इति प्रत्ययः तत्र प्रथमं चोः कुः निङ्योगः द्वम् अनन्तरं नष्टापदान्तस्य जलि निङ्योगः द्वम् अनुस्वारस्य यै परस्व सवर्णः निङ्द्वम् इति भवति आम् ऐ वहै महै क्षम्यताम् ऐ वहै महै नास्ति आम् ऐ आवहै आमहै इति उत्तमपुरुषे तत्र निङ्योगः ऐ समानप्रक्रिया नष्ट्यापदान्तस्य जलि अनुस्वारस्य ऐ परसवर्णः निञ्जै निञ्योगः वहै महै तत्रापि समानप्रक्रिया एव नष्ट्यापदान्तस्य जलि अनुस्वारस्य ऐ परसवर्णः निञ्ज् वहै निञ्ज् महै निञ्जावहै निञ्जामहै क्षम्यताम् आवहि आमहै निञ्जामहै धन्यवादः भगिनि पृष्टभगिनि लङ्गि अकारः अत्र भगिनि अडागमः अस्ति तत्तु अनिञ्ज् इति अस्ति तदनन्तरं ता तु एकनिमिष भगिनि ओके अस्तु चोः कुः इत्यनेन निङ् निङ् इति आयाति निङ्ता निङ् योगता नष्टपदान्तस्य जलि इत्यनेन अनुस्वारः आयाति तत्तु करिचा तु अस्ति न करिचा तत्तु निङ्क् निङ्क् योगः ता निङ् अनुस्वरस्य यै परसवर्णः तत्र निङ्क् निङ्क् योगः ता वर्णमेलनेन निङ्क् निङ्क्ता अनिङ्क्त अनिङ्क्त महोदय अत्र हल्यम्पे उद्दीर्घात् सूत्रं कार्यं न करोति वा किं किं महोदय हल्यम्पे उद्दीर्घात् अपृतवर्णः तकारः अस्ति चेत् अत्र तु आत्मनेपदीरूपम् अस्ति महोदय आत्मनेपदी दातुः अपृतवर्णः नास्ति खलु धन्यवादः अपि अस्ति आतां निङ् निञ्ज् निङ् तत्तु चोः कुः नष्टपदान्तस्य जलि जलि निञ्जातां निञ्जातां निञ्जाताम् अता तु तथैव निञ्जता केवलं थाः तु चोः कुः इत्यनेन गकारः गकारः न तृतीयवर्णः निङ् निङ् योगः ताः नष्टपदान्तस्य जलि अत्र अनुस्वारः आयाति ताहम् अत्र अगेन् ऐ थिङ्क् आयाति एकनिमिष भगिनि तत्तु करीच इत्यनेन निङ्क् निङ्क् अस्ति निङ्क् तः अनुस्वारस्य ईपरसवर्णः तत्तु निङ्क् ककारस्य पञ्चमवर्णः निङ्क् ताः निङ् ताः इति आयाति द्वितीय तु आताम् आतां तु सम्मेलनं निञ्जातां नष्टपदान्तस्य जलि अनुस्वारसि तत् परसवर्ण वर्णः तत्तु आयाति तत्तु निञ्जातां निञ्ज ध्वं तु पूर्णतया वदनेन अत्र ध्वं चहोकुः निङ्गायति ध्वं नष्टपदान्तस्य जलि अनुस्वारः अनुस्वारस्य ईपरसवर्णः निङ् निङ्ध्वम् अत्र अत्र करीच न कार्यं करोति अस्ति तत्तु उत्तमपुरुषे तत्तु अजादि अनिञ्जि अस्ति अनिञ्ज् वाम तु अनिञ्ज्वहि अनिञ्ज्मयि केवलं नष्टपदस्वरसवर्णः धन्यवादः मणिमहोदय विद्युलिङ्ग् विद्युलिङ्ग् मध्ये सर्वे अजाति अपित् अधः किमपि कार्यं नास्ति चोहकुः न भवति निञ्ज् नचां पदन्तस्य जलि इत्यनेन नकारस्य अनुसारं भवति अनन्तरम् अनुसारस्य ऐ परसारम् इत्यनेन अन्तिमकार नकारः अस्ति भवति अत्र करीच इति सूत्रेण प्रथमककारः आदेशः निङ् इति रूपं निङ्गीत केन सूत्रेण ककारः जलिपदान्ते एव खलु जकारः एव तिष्ठति खलु निङ्गीत इति आदेशः निञ्जीत क्षम्यतां महोदय निञ्जीत निञ्जीयातां निञ्जीरन् निञ्जीताः निञ्जीयातां निञ्जीत्वं निञ्जीय निञ्जीवहि निञ्जीमहि चोः अत्र न भवति अतः ञकारः एव पञ्चमवर्णः धन्यवादः धन्यवादः अग्रे नूतनधातुः तस्मिन् महोदय अग्रिमधातुः जकारन्त मृज् धातु महोदय जकारन्त मृज्यु मृज् धातुः परस्मै प्रति शुद्धौ अङ्गकार्यं मृजेर्वृद्धिः मृज् धातौ इक् वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यपरे अनुवृत्तिसहितसूत्रं मृजे अङ्गस्य इकः वृद्धिः इति सूत्रं वदति मृज् धातु सुरः इक्वर्णः वृद्धिः भवति इति सूत्रं वदति हलादिपित्सु मृजेर्वृद्धिः इत्येन इक् वृद्धिः मृज् योहति मार्ज् योहति अत्र मार्ज् योहति अनन्तरं पित्सु महोदय अद मार्ज् योहति अनन्तरं किमपि कार्यं अनन्तरं पश्यामः केवलम् अत्र लिखितमस्ति तत् अजादिपित्सु मृजिर्वृद्धिः इत्यनेन इक् वृद्धिः मृज् योः आनि मार्ज् योः आनि मार्जानि हलादिपित्सु अधः वृद्धिः निषेधः मृज् योः अः इति एव रूपं भवति अजादि अपित्सु अत्र विशेषसूत्रं कार्यं करोति नित्यजादौ वेशि सूत्रं नास्ति वार्तिचन अजादौ इति परे विकल्पेन वृद्धिः भवति अन्यतमः वृद्धिः नास्ति इति मृज् योः अन्ति मार्ज् योः अन्ति मार्जयन्ति मृज् योः अन्ति मृजन्ति एव एकत्र मार्जन्ति भवति अन्यत्र मृजन्ति इति रूपं महोदय धन्यवादः सन्धिकार्यम् अमृज्योगः अति मार्ज्योगः अत्र मृजेर्वृद्धिः इति प्रथमं कार्यं करोति ति इति प्रत्ययः पित् अस्ति तर्हि मार्ज्योगः अति इदानीं तत्र मृज् इति धातुः व्रश्च व्रश्च सृज मृज अज राज प्राज चशांशः इत्यस्मिन् सूत्रे अन्तर्भूतः इति कृत्वा जकारस्य स्थाने मूर्धने षकारादेशः तर्हि मार्श् योगः अति अनन्तरं तत्र ष्टुनाष्टुः इत्यनेन षकारस्य प्रभावेन तकारस्य टकारः मार्ष्टि इति रूपं मृज्योगः तः अत्र तः इति प्रत्ययः अपित् अस्ति निद्वत् अतः अत्र गुणवृद्धिनिषेधः स्मिति च इत्यनेन तर्हि मृजर्वृत्ति इति सूत्रं बाधितं तर्हि मृज्योगः तः पुनः व्रश्च व्रश्च सृज मृज यजराज प्राज चशांशः इति सूत्रेण चकारस्य स्थाने मूर्धनेषकारः अत्र तः इत्यस्मिन् त इति प्रत्ययः जलादिः अतः निमित्तम् अस्ति षकारादेशः मृष् योगः तः पुनः ष्टुनाष्टुः इत्यनेन षकारस्य प्रभावेन तकारस्य टकारः मृष्टः मृज्योगः सि सि इति प्रत्ययः पित् अस्ति अतः मृजर्वृद्धिः इति कार्यं भवति तर्हि ऋकारस्य दीर्घ आकारः अनन्तरम् उरण्ड्रपरः कृत्वा आर् मार्ज् योगः सि इदानीं तत्र व्रश्यव्रश्य सृजमृजयजराजभ्राजचशांशः इत्यनेन जकारस्य मूर्धने षकारः मार्ष् योगः सि षडोहोकः सि इत्यनेन षकारस्य ककारादेशः भवति सकारे परे अत्र सि इत्यस्मिन् सकारः अस्ति तर्हि अत्र मार्क् योगः मार्क् योगः सि इदानीम् आदेशप्रत्ययोः इत्यनेन मार्क् इत्यस्मिन् कवर्गीयवर्णः इति कृत्वा सकारस्य षत्वं मार्क् योगः षि अनन्तरं करीच इत्यनेन ककारस्य ककारादेशः षकारः कर्वर्णः तर्हि मार्क्षि इति रूपं तदेव अत्र अस्ति लोटि मृज् योगः हि हुजल्भ्यो हेर्भिः इति सूत्रेण अत्र हुजल्भ्यो हेर्भिः इति सूत्रेण अत्र हि स्थाने दि आदेशः भवति अत्र मृज् योगः हि अत्र हि इति प्रत्ययः अपित् अस्ति अतः अत्र मृजर्वृद्धिः इत्यस्य कार्यं न भवति इदानीम् अत्र हूजल्भ्यो हेर्दिः इत्येव अत्र मृज् इत्यस्मिन् चकारः जल् वर्णः अनन्तरं हि इति प्रत्ययः हि प्रत्ययस्य स्थाने धि आदेशः मृज् योगः धि इदानीं व्रश्च व्रश्च सृजमृजज राज राजचशांशः इत्यनेन जकारस्य स्थाने मूर्धन्य षकारः मृष् योगः धि इदानीं तत्र ष्टुनाष्टुः इत्यनेन धि इत्यस्य दकारस्य स्थाने दकारः मृष् योगः डि इति अस्ति अनन्तरं जलां जश्चषि इत्यनेन तत्र ढकारः जश् अस्ति वर्गस्य चतुर्थवर्णः इति कृत्वा तत्र जकारस्य जष्त्वं भवति, शकारस्य जष्त्वं, तत्र शकारस्य तवर्गस्य तृतीयवर्णः मूर्धन्यवर्णः डकारः, तर्हि मृढि इति रूपं। लङि अमृज् योगः त इदानीम् अत्र प्रथमम् अङ्गकार्यं मृजेर्वृद्धिः, त इति प्रत्ययः पित् अस्ति अतः मृजेर्वृद्धिः इत्यनेन वृद्धिः आर् इति भवति ऋकारस्य। मार्ज् अमार्ज् योगः त इदानीं त इति प्रत्ययः अपृक्तसंज्ञकः इति कृत्वा हल्न्याभ्योदीर्घच्युतिसपृक्तं हल् इत्यनेन त इति प्रत्ययस्य लोपः, तर्हि अमार्ज् इति पदम् अस्ति। इदानीं तत्र अमार्ज् तत्र रेपजकारसंयोगः अस्ति, तर्हि संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति। पदान्ते जकारस्य लोपः भवति स्म, परन्तु अत्र रात्सस्य इति सूत्रं वदति रेपस्य अनन्तरं सकारस्य एव लोपः, न तु अन्यवर्णस्य इति कृत्वा सरात्सस्य इति नियमसूत्रम्, अतः संयोगान्तस्य लोपः इत्यस्य कार्यं बाधितम्, अतः अत्र जकारस्य लोपः न भवति। इदानीम् अत्र रेपजकारः अस्ति, जकारः च वर्गे वर्णः इति कृत्वा तत्र चोः कुः इत्यस्य अपि प्रसक्तिः अस्ति, परन्तु तस्य अपवादसूत्रमस्ति व्रश्च व्रश्च सृजमृजयजराजभ्राजचशांसः इति विशिष्टसूत्रं, तेन तत्र जकारस्य स्थाने मूर्धन्यशकारः अमार्श् अमार्श् अमार्श् इति पदमस्ति इदानीं। तत्र पदान्ते जलां जशोन्ते इत्यनेन शकारस्य स्थाने तवर्गस्य मूर्धन्यवर्णः अमार्ड् इति भवति, अनन्तरं वा अवसाने इत्यनेन विकल्पेन चर्त्वं पद अवसानावस्थायाम् इति कृत्वा तत्र टवर्गस्य प्रथमवर्णः आगच्छति विकल्पेन अमार्ट् अथवा अमार्ट् इति रूपाणि। धन्यवादः। आम्, लट्लकारे मृच् इति धातुः, मृच् योगः ति परस्मैपदि एव, मृच् योगः ति, तत्र मृजेर्वृद्धिः इति अङ्गकार्यं प्रथमं, तत्सूत्रेण मार्च् इति भवति, मार्च् योगः ति, ति इति पित् प्रत्ययः अस्ति, अतः उगन्तलघुपदस्य च तत् प्रभाद्य मृजेर्वृद्धिः कार्यं करोति इति वक्तुं शक्नुमः वा भगिनि? तत्र तु गुणः विशिष्टसूत्रं गुणः परन्तु आम् आम् गुणकार्यं प्रपाद्य वृद्धिकार्यं भवति किल, नो चेत् सूत्रनिरवकाशं भवति। मृजेर्वृद्धिः इति सूत्रेण वृद्धिः भवति मार्ज् योगः ति। इदानीं भ्रश्च भ्रश्च सृज मृज, तत्र मृज इति धातुः परिगणितधातोः मध्ये अस्ति इति कृत्वा एतत् सूत्रस्य प्रसक्तिः, मार्ष् योगः ति, तत्र इदानीं ष्टुनाष्टुः इति सूत्रेण षकारस्य षकारस्य प्रभावेण तकारस्य स्थाने टकारादेशः भवति मार्ष्टि इति रूपं। प्रकृतिग्रहणे विकृति किम् आसीत् भगिनि? तद्वार्तिकं किम् परिभाषामवार्तिकम् अत्र तु मृष्यति न मृष् आं मृद्यति एव दातुमस्ति अस्ति, तर्हि प्रकृतिग्रहणे इति किमपि अस्ति किं किं किम् अस्ति स्मरति किं न भगिनि कायः विद्या भगिनि अत्र प्रकृतिग्रहणेन विकृतेः अपि ग्रहणमिति अस्ति, तत्र परिभाषा तु एकदेशविकृतस्य अनन्यत्वात् एकदेशविकृतस्य अनन्यत्वात् इति परिभाषा किञ्चित् वदति किं भगिनि? हा एकदेश इत्युक्ते अत्र तत् परिभाषा किं वदति इत्युक्ते यत्र प्रकृतिः अत्र मृज् इति धातु प्रकृतिः अस्ति, अत्र अन्यत् सूत्रेण इदानीम् अत्र मृजे अत्र अत्र मृज् इति धातुः अथवा यत्किमपि भवतु तत्र मूलधातुः अस्ति, तस्य परिवर्तनं कथञ्चित् अन्य कार्येण परिवर्तनं भवति चेत् तत्र तदनन्तरं अन्य कोऽपि सूत्रम् आगच्छति चेत् तत् सूत्रं प्रकृतेः कृते अस्ति चेत् तत्र तस्मिन् सन्दर्भे विकृतेः अपि तस्य तस्मिन् सूत्रे ग्रहणं भवति इति, प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम् इति, यत्र प्रकृतौ कार्यं विधीयते तत्र विकृते अपि कार्यं विधीयते. एकदेशविकृतस्य अनन्यत्वात् इत्युक्ते तत्र तत्र उदाहरणमस्ति कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः एव इति. अस्तु भगिनि, अवगच्छामि. न, अन्यत् नास्ति इति, एकदेशे एव विकृतिः भवति चेत् अन्यत् न भवति, तदेव ज्ञातिति. अस्तु भगिनि, धन्यवादः. प्रिय भगिनी, क्षम्यताम्. मृद्योगः तः इति इदानीं, तः तु अपित् प्रत्ययः, तत्र तु सामान्यतया ङिति च इति सूत्रेण वृद्धिनिषेधः भवति, वृद्धिगुणनिषेधः भवति, तत्रापि तदेव भवति. आम् आम्, निषेधः एव. अनन्तरं व्रश्च भ्रश्च इति सूत्रेण षकारादेशः भवति जकारस्य स्थाने. मृष्योगः तः, शृणाष्टुः इति सूत्रस्य प्रसक्तिः, मृष्टः मृष्टः इति द्विवचने, मृज्योगः अन्ति, तत्र एव वयम् एकं विशिष्टवार्तिकं किमपि पृच्छामः. आम्, नित्यजादौ वेष्यते इति वार्तिकेन तत्र विकल्परूपद्वयं भवति इति, तत्र मार्ज् इति वृद्धिः भवति, मार्जयोगः अन्ति, मार्जन्ति इति एकं रूपम्, अनन्तरं मृजन्ति इति द्वितीयरूपम्. तत्र वयं वक्तुं शक्नुमः किल ङिति च इति सूत्रं प्रबाद्य एतद् वार्तिकं कार्यं करोति इति, अन्ति इति अपित् अस्ति. आम्, क्षम्यतां भगिनि, अजाति. आम् आम् आम् आम् आम्, सम्यक् एव. मृत्योगः अस्ति, तत्र यदा पूर्वं पुगन्तलघुपदस्य च तत् प्रबाद्य विजयवृद्धिः इति सूत्रं कार्यं करोति, तत्र मार्ज्योगः अस्ति. व्रश्च व्रश्च सृज मृज इति चषांशः इति सूत्रेण षकारादेशः, मार्ष्योगः अस्ति. इदानीं सकारः सि इति प्रत्ययः परे अस्ति, षकारादेश षकारे षकारः अन्ते अस्ति, धातोः अन्ते इति कृत्वा षडोः कहसि इति सूत्रस्य प्रसक्तिः, मार्क् योगः अस्ति. इण्कोः इति आदेशप्रत्ययोः इति सूत्रेण तत्र मार्क् योगः षि, मार्क्षि मार्क्षि. अनन्तरं मृज्योगः तः, तत्र तु अपित् अस्ति, ङिति च इति सूत्रेण गुणवृद्धिनिषेधः, परन्तु व्रश्च व्रश्च सृज मृज इति सूत्रेण इदानीं षकारादेशः, अनन्तरं ष्टुनाष्टुः इति सूत्रेण मृष् योगः, द्वि महाप्राणटकारः, अनन्तरं तदेव आम् मृष्टः इति रूपं, मृष्ट इति बहुवचने. मृज्योगः मि, इदानीं तत्र मृजेर्वृद्धिः इति सूत्रस्य प्रसक्तिः, मार्ज्योगः मि. व्रश्च व्रश्च अत्र कार्यं न करोति, किमर्थम् इत्युक्ते जलि वा पदान्ते वा नास्ति. मार्ज्मि. वः मह, तत्र तु अपित् प्रत्ययः. मृज् वः, मृज् मह. धन्यवादाः भगिनि. पुष्प भगिनी, लोट्यकार. लोट् अस्तु भगिनि. लोट्लकारे अतो अन्ते मृज् अत्र अत्र गुणकार्यमस्ति मार्ज् योगः ति मृजेर्वृद्धिः इत्यनेन अत्र तु मार्ज् योगः तु व्रश्च व्रश्च सृज मृज यजराज व्रजश्च शां शः इत्यनेन जकारस्य शकारः मार्ष् योगः तु अत्र शृणाष्टुः कार्यं करोति मार्ष् योगः तु तकारस्य परिवर्तनम् आयाति तकारः माष्टु इति माष्टु अत्र अजादि अपित् अस्ति अतु मा तत्तु मृज् तत्तु अतु किमपि न अस्ति न तद् तत्तु गुणकार्यमस्ति नास्ति नास्ति नास्ति अपि अस्ति अजादि अपि अस्ति तत्र क्षम्यताम् अजादि अपि अस्ति चेत् विकल्पेन भवति इति तु अस्ति मार्च् योगः अतु मार्च् योगः अन्तु अन्तु अन्तु अन्तु अन्तु न न मार्च् द्विवचनं द्विवचने द्विवचने वदति किं क्षम्यता द्विवचने द्विवचने तु एतदेव तां भगिनी क्षम्यताम् अत्र माष्टाम् इति आयाति वृद्धिकार्यं न भवति खलु मृष्ट् इति एव तिष्ठति नास्ति अपित् अस्ति मृज् मृष् मृष् इति मृष्टां मृष्टां मृष् आतां तु मृजातां न मृजातां किमर्थम् आताम् इति कुत्र अस्ति अत्र लोट्लकारम् आं भगिनि ताम् इति अस्ति अनन्तरम् अन्तु अस्ति खलु न भगिनि ओ एतत् परस्मैपदः तत् तथैव तु ताम् अन्तु तां तस्य अत्र एव अस्ति परस्मैपदी आसनपदी द्वे अपि हि तु तत्र बहुवचने किं भवति बहुवचने अन्तु मार्जन्तु विकल्पेन खलु नित्यजाब्दु वेष्यते इत्यनेन विकल्पेन तर्हि मृजन्तु मार्जन्तु इति मृजन्तु मार्जन्तु तत्तु द्वे अपि अस्ति हि अत्र हि तु चैन् दकारः आयाति अत्र इत्यनेन हि तु धि आगच्छति तत्तु मृज् एव तिष्ठति तत्र मृदि नास्ति कोऽपि भ्रष्टभ्रज भ्रष्ट सृज सृज मृज यज राज भ्रज भ्रजष्टशांसः इत्यनेन मृष् योगः धी अत्र शृणष्टुः कार्यं करोति मृष् योगः धी आयाति धी धी स्थाने धी अत्र जलां जष्टषि इत्यनेन शकारस्य स्थाने अल्पप्राणदकारः आयाति मेलनेन मृड्डि इति अत्र तातः अस्ति अत्र न तात् न उपयुक्तं न वक्तव्यं वक्तव्यं वक्तव्यं तत्तु समानकार्यं खलु मृष्ट तां तां तात्तु मृष्टात् मृष्टात् मृष्टात् मृष्ट मृष्टं मृष्ट आनी आवाम पित् अस्ति तत्र मार्जान् मार्ज् आगायते मार्जानि मार्जा वा मार्जाम धन्यवादः मणिमहोदय लङ्लकार महोदय अत्र लङ्लकारे आडजाति अत्र अतः अमार्ज् पित्वमस्ति अमृज् पित्वमस्ति अतः अमार्ज् इति भवति अमार्ज् योः अत्र प्रश्रज इति सूत्रेण जकारस्य महोदय स्मृतवान् अमार्ज्योः अत्र हल्याभ्योगो दीर्घात् श्रुतिशाप्रक्तं हल् इति सूत्रेण तकारः लोपो भवति अत्र पदं भवति अमार्ज् अतः पदान्ते वृषभ्रज मृज ज राज चषामि सूत्रम् अपि कार्यं करोति अतः जकारस्य शकारः भवति अमार्ष् इति अत्र जलां दशवन्ते इति शकारस्य डकारः भवति अमार्द् इति वावसाने इति सूत्रेण अमार्त् अमार्द् अमार्त् इति द्विविरूपं भवति अत्र महोदय ताम् अकारः अमार्ज् ताम् अपि तस्य अतः वृद्धिः न भवति अमृज् एव अमृज् योः ताम् अत्र जलि अस्ति अधः प्रश्रश इति सूत्रमपि कार्यं करोति अमृष् ताम् अत्र तकारः अस्ति अधः शकारस्य प्रभावेन सुनाष्टुः इति सूत्रं कार्यं कर्तुम् अर्हति अधः अमृष् अमृष्टाम् इति रूपं भवति अनन्तरम् अन्न अत्र अत्र नित्या जातौ प्रेष्यते इति सूत्रं कार्यं करोति अतः एकत्र वृद्धिः भवति अमार्ज् इति अमार्जन् अनन्तरम् अन्यत्र अमृजन् इति रूपं भवति महोदय तस्य परं शकारः मध्यं पुरुषे श अस्ति पित्वम् अधः वृद्धिः भवति अमार्ज् अमार्ज् योः श दन् अत्रापि हल्याभोगो दीर्घासुस्य प्रथम हल् इति सूत्रं कार्यं करोति शकारो लोपः अमार्ज् पदं भवति अधः वृषभ्रज इति सूत्रं कार्यं कृत्वा जकारस्य शकारः अमार्ष् इति अमार्ष् अनन्तरं जलां जस्वन्ते इति सूत्रं कार्यं कृते अमार्द् इति अत्रापि भावासाने भवति अमार्त् अमार्द् अमार्त् इति द्विविधं रूपम् अत्र तम् अस्ति, अतः हृदि नास्ति. अमृज् अमृज् जलि अस्ति, अतः वृक्ष वृक्ष जृजमृज जरा चषाम् इति सूत्रं कार्यं करोति. जकारस्य शकारः अमृष् तं सुणासुः कार्यं करोति अमृष्टम् इति. बहुवचने अमृष्टम् अमृष्ट इति रूपं. बहु मध्ये उत्तमपुरुषे अम् इति अम् अजादि पित् अस्ति, अतः वृद्धिः भवति. अमार्ज् अमार्ज् अतः किमपि कार्यं नास्ति, अमार्जम् इति एव. अमार्ज्व अमार्जम इति रूपं भवति महोदय. धन्यवादः धन्यवादः महोदय. ओ विदिलिङ्ग् वा? अस्तु, तत्र किमपि कार्यं नास्ति. बृज्यात् अत्र प्रत्ययाः सर्वे नित् अस्ति इति कृत्वा तत्र किमपि मृजिर्विधिः इति सूत्रं बाधितमस्ति ङिति च इत्यनेन. तर्हि अत्र केवलं वर्णमेलनं मृज्यात् मृज्यातां मृज्युः मृज्याः मृज्यातं मृज्यात मृज्यां मृज्याव मृज्याम इति रूपाणि. अग्रिम डकारान्तः ईड् ईड् ईड् इति धातुः आत्मनेपदी स्तुतौ अङ्गकार्यम् उपदायां दीर्घ इक् अतः गुणस्य सम्भावना नैव वदति. अत्र उपदायां दीर्घ इकारः अस्ति अतः सुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः नास्ति. अत्र विशिष्टकार्यमस्ति ईडागमः ईड् जनोर्द्वे च ईड् जनोर्द्वे च इति सूत्रम्. ईड् जन् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकस्य से च द्वे शब्दस्य च इडागमः भवति. इड् इडश्च जन् च इड् जनौ इड् जनौ तयोः इड्जनोः इड्जनोः पञ्चम्यर्थं पञ्चम्यर्थे पञ्चम्यर्थे षष्टी इति अस्ति. पञ्चम्यर्थे षष्टि इत्युक्ते किं न जानामि. द्वे लुप्तिषष्टिकं पदं च व्ययपदं पञ्चम्यर्थे तत्र किं मम संशयः किमर्थं तथा उक्तमस्ति. पञ्चमे रूपं षष्टिरूपं समानं खलु हलन्तरूपाणां. तर्हि पञ्चमी इति न न न न सत्यं सत्यं पञ्चमी अस्ति षष्टि. किमर्थम् इत्युक्ते भ्याम् इति आयाति खलु ईडजनाभ्याम् इति नास्ति, ईडजनोः इति उक्तमस्ति. तत्र पञ्चमी अर्थे एव अस्ति खलु ईड्जनोः. आम् आम् आम् आम् षष्टि न भवेत् तत्र. यतोहि अत्र परकार्यं षष्टिरूपं किन्तु षष्टिरूपमस्ति ईड्जनोः इति. पञ्चमी अर्थे अपि ईड्जनोः ईड्जनोः इति षष्टि अत्र अस्तु. पञ्चमी अर्थे परन्तु षष्टिः विभक्तौ अस्तु. हा द्वे लुप्तिषष्टिकं पदं च व्ययम् इड्यर्ति इड्यर्ति व्ययतीनाम् इत्यस्मात् इट् इत्यस्य अनुवृत्तिः रुदादिभ्यः सार्वधातुके इत्यस्मात् सारदातिके इत्यस्य अनुवृत्तिः. कथं वा तथा भवति? तत्र पञ्चमी अर्थे अस्ति परन्तु षष्ठी विभक्तौ अस्ति, तत् मया न अवगतं. परन्तु च इति अग्रेण पूर्वतनस्य ईशः से इत्यस्य पूर्णतया अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ईशः ईड्जनोः अङ्गात् सारदातुकस्य से द्वे च इट्. अत्र सूत्रमस्ति ईड् जनोर्द्वे च इति सूत्रं. विशिष्टसूत्रमस्ति ईड् अपि च जन् इत्याभ्याम् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकप्रत्ययस्य अत्र से अथवा द्वे इति प्रत्ययस्य इति प्रत्ययस्य तत्र इडागमः भवति. इडागमः टित् अस्ति इति कृत्वा अत्र प्रत्ययस्य आद्यन्तौ टकितौ इति प्रत्ययस्य आदौ आयाति. अनुवृत्तिसहितसूत्रम् ईशः ईड् जनोः अङ्गात् सारदातुकस्य से द्वे च इट्. अत्र ईशः से इत्यस्मात् ईशः अपि च से द्वयोः अपि अनुवृत्तिः अस्ति. ईशः इत्यस्य अनुवृत्तिः अस्ति वा न वा इति प्रायः तत्र मतभेदाः सन्ति. परन्तु अत्र ईशः इत्यस्य किमर्थम् अत्र द्वे इत्यस्मात् परे ईशः इत्यस्य एट् आगमः न भवति इति तथा किमर्थम् ईशः से इति पृथक्तया किमर्थं दत्तमस्ति इत्युक्ते से प्रत्यये परे एव तस्य इतागमः भवति किन्तु द्वे परे न भवति. द्वे परे न भवति परन्तु अस्मिन् सूत्रे तु ईड् जने एव खलु. तर्हि अत्र ईशः इत्यस्य अनुवृत्तेः का आवश्यकता? सूत्रम् ई जनो द्वे च इति तस्य पूर्वम् ईशः स इति सूत्रमस्ति. अतः च भवति अतः ईशः अपि इन्क्लूडेड् न स इति अनुवृत्तिः अनुवृत्त्यर्थम् अत्र च इति उक्तमस्ति. स इति से इत्यस्य अनुवृत्त्यर्थम् किन्तु ईशः से इति पृथक्तया सूत्रं किमर्थं रचितवान् इत्युक्ते ईशः परे यदि से इति प्रत्ययः एव इडागमः भवति द्वे परे न आयाति. अत्र तु ईशः इत्यस्य न अनुवृत्तिः न आयाति इति मन्ये केवलं से इत्यस्य एव अनुवृत्तिः. तदेव मम प्रश्नः ईशः इत्यस्य अनुवृत्तिः प्रायः किमर्थं पृथक्तया सूत्रं पाणिनिः केवलं मिलित्वा एकमेव सूत्रं पर्याप्तं. सत्यं सत्यं सत्यम्. अतः एव अत्र पुनः ईशः इत्यस्य किमर्थम् अनुवृत्तिः अस्तु. एतत् सूत्रं तु विचित्रसूत्रम् अस्ति यतोहि अत्र ईजनोः पञ्चम्यार्थे अस्ति परन्तु षष्ठी अर्थे अस्ति सप्तमी निर्देशः द्वे अग्रे पठामि वा? आं भगिनि किन्तु सप्तमी महोदय उक्तवान् खलु ते द्वे इति सप्तम्यर्थे सप्तमी निर्देशः नास्ति केवलं प्रथमनिर्देशः इति उक्तवान् खलु सेद्वे इति प्रत्ययः तत्र सेदे इति साक्षात् प्रत्ययः अस्ति न तु सप्तम्यन्तम् अथवा यत्किमपि अत्र अत्र अत्र शुकोनमहोदयस्य प्रश्नः आसीत् अत्र रुदादिभ्यः सार्वधातुके इत्यस्मिन् सूत्रे सार्वधातुके इति अस्ति तर्हि सार्वधातुके इति एव साक्षात् अनुवृत्तिः भवेत् किमर्थं तत्र षष्ठी अर्थ सार्वधातुकस्य इति विभक्तिपरिणामं कृत्वा किमर्थम् इत्युक्ते इदागमः कस्य आगमः इति षष्ठी यत् अस्ति तस्यैव इदागमः अस्ति इति कृत्वा आद्यन्तौ टकितो इत्यनेन प्रत्ययात् पूर्वम् आयाति प्रत्ययात् तत्तु सत्यं भगिनी परन्तु तत् सत्यमेव परन्तु महोदय किं चिन्तितवान् इत्युक्ते सार्वधात्तिके इति सप्तम्यन्तम् अस्ति से द्वे इति अपि सप्तम्यन्तम् अस्ति इति कृत्वा तत्र विशेषणविशेष्यभावः अस्ति अतः विभक्तिपरिणामस्य आवश्यकता नास्ति इति चिन्तितवान् परन्तु महोदय उक्तवान् से द्वे इति प्रत्ययः न तु सप्तम्यन्तम् सर्वे सकारादि इति नास्ति किमर्थं स्वपरे न भवति इति मन्ये स्वपरे भवति भवति किं भवति भवति तत्र एव तत्र प्रकृति ग्रहणे विकृतेः अपि ग्रहणं विकृतेः ग्रहण अस्तु एकदेश विकृतस्य अनन्यवात् ध्येयं यत् आर्धधातुक सेड् वलादेः इत्यनेन इडागमः आर्धधातुक प्रत्ययस्य एव भवति इति सामान्यनियमः. आर्धधातुकसेड् वलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमः वर्णः अस्ति चेत् तस्य इडागमः भवति. सार्वधातुकप्रत्ययस्य प्रसङ्गे त्रयाणामेव धातूनाम् इडागमः भवति ईशः से ईड्जनोर्द्वे च इत्याभ्यां सूत्राभ्यां सार्वधातुकप्रत्ययस्य इडागमः ईश् ईड् जन् इत्येभ्यः त्रिभ्यः धातुभ्यः कुत्र इति चेत् लट्लकारस्य से द्वे लोट्लकारस्य स्वद्वं च. अत्र सामान्यतया यत्र आर्धधातुकप्रत्ययः अस्ति तत्रैव इडागमः भवति आर्धधातुकस्येड् वलादेः इत्यनेन आर्धधातुकप्रत्ययः वलादिः अस्ति चेत् इडागमः भवति इति वयं जानीमः. सामान्यतया अत्र सार्वधात्मकप्रसङ्गे तु इडागामः सामान्यतया न भवति, परन्तु विशिष्टसूत्रम् अस्ति चेत् भवति. अत्र सूत्रद्वयम् अस्ति, ईशहसे अपि च ईड्जनोर्द्वे च, द्वाभ्यां सूत्राभ्यां तत्र सार्वधात्मकप्रत्ययस्य ईडागामः भवति. अत्र अस्मिन् प्रसङ्गे ईड्जनोर्द्वे च इत्यस्मिन् प्रसङ्गे ईड् अपि च जन् द्वयोः सूत्रयोः कृते अपि इडागमः भवति. कुत्र इति चेत् लट्लकारस्य से द्वे इति प्रत्ययः, अपि च लोट्लकारस्य स्वद्वम् इति, अत्र विकृतिरूपं स्वद्वम्, तत्रापि ईड्जनोर्द्वे इत्यस्य कार्यं भवति इति अस्ति. यथा लटि ईड् योगः से, ईड् ईड् योगः से, इदानीम् अत्र ईड्जनोर्द्वे इत्यनेन ईडागमः, इट् इति टित् अस्ति इति कृत्वा से इति प्रत्ययस्य आदौ आगच्छति. तर्हि ईड् योगः ई योगः से, इदानीं तत्र इट् इत्यस्मिन् अनुबन्धलोपानन्तरम् ई इति अवशिष्यते. ईड् योगः ई योगः से, ई इति आदेशप्रत्ययोः इन्कोः इति अस्ति निमित्तम्, अतः से इति प्रत्ययस्य षत्वं, सकारस्य षत्वम्, ईड् योगः ई योगः षे इडीषे इति रूपं. लटि ईड् योगः द्वे, पुनः तत्र द्वे इति अपि ईड्जनोर्द्वे इत्यस्मिन् अस्ति इति कृत्वा तत्र ईडागमः भवति. ईड् योगः ई योगः द्वे, अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं. इडि द्वे, लोटि ईड् योगः स्व, पुनः अत्रापि ईडागमः भवति, प्रकृतिग्रहणे विकृतेः अपि ग्रहणम् इति कृत्वा तत्र ईड् योगः ई योगः स्व. इदानीम् अत्र ई इति इन्कोः इति कृत्वा पुनः षत्वं सकारस्य, अनन्तरं वर्णमेलनम् इडीष्व, लोटि ईड् योगः द्वं, पुनः लोटि तत्रापि द्वम् इति ईड् जनोर्द्वे इति सूत्रेण इडागमः द्वम् इति प्रत्ययस्य आदौ आयाति. ईड् योगः इद्वम्, इदानीम् अत्र वर्णमेलन केवलं वर्णमेलनम् इडीद्वम्, अनन्तरं लङ्गि ईड् योगः द्वम्, अत्र ईडागमः न भवति, यतोहि मूले एव द्वम् अस्ति न तु द्वे इति कृत्वा अत्र ईडागमः न भवति. अतः ईड् योगः द्वम्, अत्र हल्सन्धिकार्याणि भवन्ति, अत्र ईड् इत्यस्मिन् डकारः टवर्ग्यवर्णः इति कृत्वा तत्र डकारस्य प्रभावेन ढकारस्य स्थाने ढकारादेशः भवति, टवर्गस्य चतुर्थवर्णः. ईड् योगः ढ्वम्, इदानीं जलां जश्चषि इति कृत्वा तत्र डकारस्य डकारादेशः, इड्वम् ईड्वम् अग्रे पठामि वा भगिनि? अत्र केचन प्रश्नाः उद्यन्ति. यदि अनेन सूत्रेण से प्रत्यये से इत्यस्य इडागमः भवति, तर्हि लोटि स्व इत्यस्य इडागमः किमर्थम्? यदि अनेन सूत्रेण द्वे इत्यस्य इडागमः भवति, तर्हि लोटि द्वम् इत्यस्य इडागमः किमर्थम्? यदि लोटि कथञ्चित् द्वम् इत्यस्य इडागमः भवति, तर्हि लङ्गि द्वम् इत्यस्य इडागमः किमर्थं न भवति? एतेषां परिहारार्थं सम्बन्धसिद्धतिङ्प्रत्ययाः कथं निष्पन्नाः इति स्मरणीयाः. आत्मनेपदीधातूनां मूलतिङ्प्रत्ययाः त आतां च तां क्षम्यतां तास् आतां द्वम् इड्वहिङ्महि इड्वहिङ्महि इति अस्ति. तत्र प्रथमप्रश्नस्य उत्तरं प्रायः अस्ति, चिन्तयामि. तास् इति आम् तास् इति लटि से लोटि स्व, तासः से इति सूत्रेण टित् लकारस्य तास्थाने से इति आदेशः, लटि से लोट् लकारे तासः से इति सूत्रेण लटि तु से इति आदेशः, तासः तास् इति प्रत्ययस्य स्थाने. परन्तु तत्र लोट् लकारे सवाभ्यां वामौ इति सूत्रेण सकारात् परस्य एकारस्य व आदेशः, लोटि स्व इति आगच्छति. अस्तु, आम्, तासः से टित् लकारस्य तास्थाने से आदेशः भवति. अनुवृत्तिसहितसूत्रं टितः लस्य तासः से, अतः तासहसे इति सूत्रेण लटि तु से इति तास्थाने से इति आदेशः भवति. टितः इति दत्तम् अस्ति आत्मनेपदी. सवाभ्यां वामौ इति आं भगिनि सवाभ्यां वामौ इति सूत्रं वदति लोट्लकारस्य सकारात् वकारास्य एकारस्य स्थाने क्रमेण व अम् इत्यनयोः आदेशः भवति इति. अनुवृत्तिसहितसूत्रं लोटः लस्य सवाभ्याम् एतः वामौ. अस्तु, अत्र यदा लोट्लकारे तु तासः स्थाने सवाभ्याम् एतः वामौ, सकारात् परस्य एकारस्य व आदेशः, अतः स्व इति तत्र भवति. अतः एव प्रथमप्रश्नस्य उत्तरम् अस्ति यत् इडागमः भवति इति. अनन्तरं द्वितीयप्रश्नस्य आं समानरीत्या द्वम् इति लटि, द्वे इति लोटि, द्वम् इति क्षम्यतां द्वम् इति यद् प्रत्ययः अस्ति, मूलप्रत्ययः लटि द्वे इति भवति, लोटि तु द्वमेव आसीत् प्रथमं प्रथमम् स्वाभ्यां वामौ इत्यनेन ओ एवं मकारः अम् इति आयाति खलु. ओ आम् आम् आम् द्वं टित् आत्मनेपदानां टेरे इत्यनेन टित् लकाराणाम् आत्मनेपदीसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारः आदेशः इति कृत्वा द्वे इति लटि भवति. समाभ्यां वामौ आम् इत्यनेन लोट् लकारस्य एकारस्य स्थाने अम् इति आदेशः, अतः द्वम् इति लोटि तु द्वम् एव सिद्धप्रत्ययः अस्ति. अतः द्वितीयप्रश्नस्य उत्तरमपि प्राप्तं. द्वे इत्यस्य इडागमः भवति, द्वम् इत्यस्य इडागमः किमर्थम् इति प्रश्नः, तस्य अपि उत्तरं प्राप्तम्. लङ्गि अपि पठामि लङ्गि द्वं द्वं लङ्ित् न तु टित्, अतः टित् आत्मनेपदानां टेरे इत्यनेन टी भागस्य एत्वं न भवति, मूलध्वम् एव तिष्ठति लङ्गि. तत्र तु प्रत्ययानां मूलरूपं प्रकृति, परिवर्तितरूपं च विकृतिः. अपि च यत्र व्युत्पत्तिमार्गे अनेकानि सोपानानि सन्ति, मध्ये अपि मूलं प्रति साधनं विकृतिः, फलं प्रति च साधनं प्रकृतिः. व्युत्पत्तिमार्गे अनेकानि सोपानानि सन्ति, अस्तु, मध्ये अपि मूलं प्रति साधनं विकृतिः, फलं प्रति साधनं प्रकृतिः. फलं साधयति प्रकृतिः इति मूलं प्रति साधनं विकृतिः, फलं प्रति भिन्नरूपेण एकमेव वाक्यम् अस्तु. प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणं. यत्र प्रकृतौ कार्यं विधीयते, एकदेशविकृति विकृतस्य अनन्यत्वात् इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते. एकस्मिन् देशे विकारः भवति चेत् मूलं तदानीमपि तस्य बीजे अस्ति. छिन्नपुञ्चश्वाश्वा एव, कुक्कुरस्य पुञ्चः नास्ति चेदपि सः कुक्कुरः. किन्तु विकृतेः ग्रहणेन प्रकृतिः अग्रहणम्. यत्र विकृतौ कार्यं विधीयते, विकृतिग्रहणेन प्रकृतेर्ग्रहणात् इति परिभाषया प्रकृतौ तत् कार्यं न भवति. तद् किम् अस्ति प्रकृतेः अग्रहणात् इति अग्रहणात् तत्र कार्यं न भवति इति दत्तमस्ति. यदि विकृतिग्रहणं भवति चेत् तेन प्रकृतिग्रहणं तु नास्ति इति अग्रहणात् न गृह्णामः इति इति आदौ स्थापयामः चेत् विपरीतार्थः भवति खलु इति. आम् प्रथमं दत्तमस्ति प्रकृतिग्रहणेन विकृति अपि ग्रहणम् इति. अन्ते दत्तमस्ति विकृतिग्रहणेन प्रकृतिः अस्तु इदानीम् यथा कोऽपि यदि वदति पुरुषम् आनय तर्हि अन्धपुरुषस्य आनयने अपि कार्यं सिद्धम् अन्धो वा अनन्धो वा पुरुषः एव किन्तु कोऽपि यदि वदति अन्धम् आनय तर्हि अन्धः एव आनेतव्यः सामान्यपुरुषस्य आनयनेन कार्यं न सिद्ध्यति पुरुषः प्रकृतिः अन्धः विकृतिः प्रकृतेः ग्रहणेन विकृति अपि ग्रहणं किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणम् अवगतं भगिनि उदाहरणेन अवगतम् एतदपि अतः यत्र से इत्यस्मिन् कार्यं भवति तत्र स्व इत्यस्मिन् अपि तदेव कार्यं भविष्यति यतोहि प्रकृतौ कार्यमस्ति चेत् विकृतौ अपि भवति किन्तु कुत्रचित् स्व इत्यस्मिन् केनचित् सूत्रेण कार्यं विधीयते तत् कार्यं प्रकृतौ से इत्यस्मिन् न भवति आम् अनुगतम् अस्तु एवमेव लोटः द्वं प्रति द्वे प्रकृतिः अतः द्वे इत्यस्मिन् कार्यं भवति चेत् लोटः द्वं प्रति अपि तत् कार्यं भवति किन्तु लङ्गः द्वं तु मूलद्वं लङ् द्वं प्रति द्वे विकृतिः न तु प्रकृतिः अतः द्वे इत्यस्य यत् कार्यं भवति लङ्गः द्वं तत् कार्यं न गृह्णाति अत्र एव विकृतिग्रहणेन प्रकृतिः अग्रहणम् इत्यस्मिन् उदाहरणं यत्र लङ् इति द्वम् इत्यस्य कार्यं न भवति इति किमर्थम् इत्युक्ते द्वे इति विकृति एव दत्तमस्ति तत्र ह्यः रूपाणि साधितवन्तः किं वयं न पठितवन्तः वर्गे रूपाणि न लोट्लक लट्लकरूपाणि न साधितवन्तः न किमपि न साधितवन्तः तत्र तत्र एतत् सर्वं न पठितवन्तः तर्हि प्रायः सन्धिकार्यमपि पठित्वा सन्धिकार्यं पठति किं तदपि पठित्वा समापय किन्तु रुचिकरं सम्यक् आसीत् अद्यतन ये सर्वे जानीमः अहं तु न जानीमः सन्धिकार्यम् इति अस्ति खलु तदपि खरी च इत्यनेन प्रथमादेशो भवति खरीपरे ईट् योगः ते ईट् योगः ते शृणाष्टुः इत्यनेन प्रत्ययादौ त स्थाने ठकारः आयाति अपि च थस्थाने ठकारः ईट् योगः ते ईट् योगः ते अत्र यथा ईड् योगः ते करीच इत्यनेन चत्वम् ईट् योगः ते शृणाष्टुः ईठे श्रुत्वा ईठे अस्तु लङ्गि ईद् धातुः अजादित्वाम् अडजादीनाम् इत्यनेन रागमः आडागमः आडजादीनाम् इत्यनेन आडागमः आटश्च इत्यनेन वृद्धिरादेशः च आयोगः ईड् ऐड् इति अङ्गम् अस्तु भगिनि तर्हि प्रायः रूपाणि अग्रिमसप्ताहे स्थापयामः मा महोदयस्य वर्गस्य अनन्तरं धन्यवादः धन्यवादः तर्हि धन्यवादः धन्यवादः महोदय धन्यवादः